सर्वेषां संभाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। आरम्भे एकं श्लोकम् उच्चार्य तदनन्तरं प्रकृतविषयं प्रति सरेम। भगिनी अस्माकं श्लोकं स्मारयति वा? अस्तु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशसु सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः। उत्तमं भगिनी, धन्यवादः। अस्य श्लोकस्य अर्थं वयं गते सप्ताहे एव परिशीलितवन्तः, बहुगभीररीत्या तस्य अर्थः कः इति वयं ज्ञातवन्तः। अस्माकं पुस्तकमस्ति गीतासोपानं प्रथमभागः, एतावता वयं दशमपुटपर्यन्तं पठितवन्तः। गते सप्ताहे वयं सर्वनामपदानाम् अभ्यासं कृतवन्तः, तदनन्तरं दशमे पुटे द्वितीयम् अभ्यासं कर्तुम् इष्टवन्तः। द्वितीयस्य अभ्यासस्य आरम्भं कृतवन्तः, किन्तु तावता किम् अभवत्? तावता गते सप्ताहे मम दूरवाणी भग्ना जाता, अतः किन्तु तदनन्तरं मम पुनरागमनं न अभवत्। तदर्थं तम् अभ्यासं वयं न समापितवन्तः। तदर्थम् अहं गृहपाठरूपेण सः अभ्यासः मया प्रेषितः, अथवा तम् अभ्यासम् अहं प्रेषितवती। गृहपाठविषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं अग्रे सरेम। दशमं पुटं पश्यन्तु सर्वे, तत्र गीतासोपानं प्रथमभागः इति पुस्तकं स्वीकृत्य तस्मिन् पुटे, तस्मिन् पुस्तके दशमं पुटं पश्यन्तु। तत्र किञ्चित् पुनस्मरणार्थं केवलं त्रीणि वाक्यानि स्वीकृत्य किञ्चित् चिन्तनं कृत्वा स्वीकृत्य वयं तस्य पठनं कुर्मः। एतावता अत्र वेदा भगिनी, भवती एव भवत्याः पार्श्वे पुस्तकमस्ति वा? अस्ति अस्ति। अत्र दशमं पुटं पश्यतु एकवारम्। एतानि रूपाणि पठित्वा एतेषाम् उत्तराणां प्रश्नवाक्यानि लिखत। तत्र स्थगयतु भगिनी, अयमेव अभ्यासः आरब्धः गते सप्ताहे, किन्तु वयं न समापितवन्तः। अत्र कति वाक्यानि सन्ति? कति वाक्यानि सन्ति? उत्तमं, द्वादशवाक्यानि सन्ति। किन्तु गृहपाठरूपेण अहं किं प्रेषितवती? गृहपाठः कः? अद्यतनगृहपाठः भवती कृतवती वा? गृहपाठं गृहपाठः कः? अस्तु भगिनी, अत्र अस्माकं सर्वेषां कृते अत्र अभ्यासः भवति, किञ्चित् प्रयत्नं करोतु। नो चेत् आङ्ग्लभाषायां वदति चेत् अपि तत्र समस्या नास्ति, किन्तु प्रयत्नं करोतु। अयं वर्गः तु सम्भाषणसंस्कृतवर्गः, इत्युक्ते अत्र अस्माकं सर्वेषां कृते अभ्यासः अपेक्षितः एव। इव अत्र मम कृते अपि अभ्यासः अपेक्षितः। करोतु, वदतु। प्रत्येकवाक्यस्य परिवर्तनं वयं कुर्मः। वाक्येषु त्रिषु वचनेषु वाक्यानि त्रिषु वर्णेषु वाक्येषु वचनेषु वाक्यानि लिखितवन्तः लिखित वाक्यानि वाक्यानि लेखनीयानि, भवती लिखितवती वा? लिखितवती, लिखितवती. अत्र पश्यतु, अत्र द्वादशवाक्यानि सन्ति, किन्तु एकस्मिन् एव वचने अत्र वाक्यं दत्तमस्ति. किन्तु भवतः पार्श्वे ध्वनिः अस्ति चेत् अहं म्यूट् करोमि, चिन्ता मास्तु. स्टार् सिक्स् नोदयित्वा पुनः आगच्छन्तु. अतः अनन्तरम् अत्र अहं किं वदन्ती अस्मि. उत्तमम्. अत्र द्वादशवाक्यानि सन्ति, किन्तु वयं प्रत्येकं वाक्यं स्वीकृत्य परिवर्तनं कृत्वा लिखामश्चेत् कति वाक्यानि लेखितुं शक्नुमः? कति वाक्यानि? त्रिषु वचनेषु त्रि इन्टु 12 36 इल संस्कृतभाषायां वदतु. या 30 विंशति त्रिंशति षष्ट त्रिंशति या उत्तमं. षट्त्रिंशत् वाक्यानि सन्ति सन्ति इत्युक्ते निर्मातुं शक्यते. षट्त्रिंशत् वाक्यानि अत्र निर्मातुं शक्यते अस्माभिः. उत्तमं. भवती एव करोतु. अत्र दशमं वाक्यम् इत्युक्ते दशमं वाक्यं किं लिखितमस्ति? दशमं वाक्यं तौ कार्यालयौ. कस्मिन् वचने अस्ति तौ कार्यालयौ? तौ बहुवचनं. बहुवचनं तौ नो नो सोरि द्विवचनं. द्विवचनं पुल्लिङ्गं सर्वनामपदं पुल्लिङ्गं द्वौ वचनं. द्विवचने द्विवचने सर्वनामपदं पुल्लिङ्गे. उत्तमम्. अत्र वाक्यं द्विवचने अस्ति, पुंलिङ्गं पदमस्ति, कथं ज्ञातवती? अत्र भवती कथम् अभिज्ञातुं शक्तवती? हौ डिड् यु रिकग्नैस् कार्यालयः? कार्यालयः पुल्लिङ्गशब्दम्. अतः तौ कार्यालयौ लिखितवती. उत्तमम्. अत्र त्रिषु वचनेषु वदतु. सः कार्यालयः, तौ कार्यालयौ, ते कार्यालये. ते कार्यालये. एकं प्रश्नमस्ति, वाट् का पूते अस्ति अपि इदानीं किं वक्तव्यं? वयम् अत्र कस्मिन् पुटे स्मः इति प्रष्टव्यं. कस्मिन् पुटे स्मः? भगिनी भवती एव वदतु, कस्मिन् पुटे स्मः वयं पठन्तः स्मः? दशमे पुटे अस्तु सन्ति स्मः वयं. दशमे पुटे स्मः. उत्तमम्. अत्र वदतु उत्तराणि अहं वदन्तु वदामि. कः तौ तौ कौ कः सः कः तौ कौ ते के. आरम्भे प्रथमतया प्रश्नवाचकवाक्यम् उक्त्वा उत्तरं वदतु. एषः नो ऐ डिन्ट् अण्डर्स्टाण्ड् मने इत्युक्ते अत्र सः कः? सः कार्यालयः. सः कः? सः कार्यालयः. तौ कौ? तौ कार्यालयौ. ते के? ते कार्यालये. उत्तमं भगिनि, उत्तमरीत्या उक्तवती. अत्र कार्यालयः इति पदमस्ति. कार्यालयः इति पदम् अत्र समस्तपदमस्ति. तत्र विग्रहवाक्यं वदामश्चेत् कार्यस्य आलयम् आलयः. तत्र षष्टितत्पुरुष षष्टितत्पुरुषसमासः अस्ति. अत्र कार्यम् इति अत्र कार्य इति प्रातिपदिकमस्ति. प्रातिपदिकम् इत्युक्ते मूलरूपं. कार्यम् इत्युक्ते क्रूधातोतः ञत् प्रत्ययः अस्ति, तेन कार्यम् इति पदम् आयाति. कार्यं कर्तव्यं करणीयम् एतेषाम् अर्थः तु समानः. कार्यमित्युक्ते स्पष्टतया तस्य अर्थः कः इति पश्यामश्चेत् आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् दट् इस् संथिङ्ग् डिसर्विङ्ग् टु बि डन् अथवा फिट् टु बि डन् दट् इस् वर्दि आफ् डूयिङ्ग् एव कार्यं यत् अस्माकं वदतु किं प्रत्यय भगिनी कार्यं कुरु धातुतः ण्यत् प्रत्ययः ण्यत् प्रत्ययः अत्र आलयः इत्युक्ते आवासः अथवा स्थानं किमपि प्रदेशः अनन्तरं धन्यवादः कार्यालयः कार्यालयः कार्यालयौ कार्यालयाः न भगिनि तदेव सा उक्तवती इति उक्तवती भगिनि ओ भगिनी भवती किम् उक्तवती पुनः कार्यालयः कार्यालयौ ओ कार्यालयाः कार्यालयाः सप्तमी विभक्ति ओ अहं न श्रुतवती सम्यक्तया अस्तु कार्यालयाः सम्यक् रूपम् अत्र कार्यालयः इति तत्र प्रातिपदिकं किम् कार्यालय कार्यालय कीदृशं पदं पुल्लिङ्गपदम् अन्तं पुल्लिङ्गपदम् अकारान्त अकारान्त पुल्लिङ्गपदम् एकवचनं कार्यालयः एकवचनं कार्यालयौ द्विवचनं कार्यालयाः बहुवचनं उत्तमं भगिनि तावदेव उषा भगिनी भवती करोतु एकादशं वाक्यं ताः विज्ञापिकाः इति दत्तमस्ति सा विज्ञापिका स्त्रीलिङ्गे अस्ति एकवचनं सा विज्ञापिका ते विज्ञापिके ताः विज्ञापिकाः प्रविज्ञापिका प्रश्नवाक्यमस्ति सा का ते के बहुवचने द्विवचने बहुवचने ताः काः उत्तमम् अपि च अत्र भवती किञ्चित् ऊहं कर्तुं शक्नोति वा विज्ञापिका इति कीदृशं पदं विज्ञापिका इत्युक्ते अड्वर्टैस्मेण्ट् इति मन्ये विज्ञापनं करोति इति ण्वल् प्रत्ययः अस्ति भगिनि अत्र अहं किञ्चित् वदामि यथा भवती उक्तवती विज्ञापिका इति पदम् आकारान्तस्त्रीलिङ्गपदमस्ति यथा सीता शब्दवत् सीता शब्दवत् अत्र विज्ञापिका इति पदं कथमायाति इति परिशीलनं कुर्मः चेत् वि इति उपसर्गः अस्ति ज्ञा इति धातुः अस्ति अनन्तरं णिच् प्रत्ययः अस्ति अनन्तरं णवुल् प्रत्ययः अपि च टाप् इति स्त्रीलिङ्ग पदानां निर्माणार्थं टाप् इति एकः प्रत्ययः अस्ति इत्युक्ते अत्र आहत्य पञ्च अवयवाः सन्ति वियोगः ज्ञायोगः णिच् योगः णुवुल् योगः टाप् इति वदामः अत्र धातुः तु ज्ञाधातुः ज्ञाधातोः लट्लकाररूपं किम् ज्ञास्यति ज्ञास्यति कीदृशं रूपं भविष्यत्कालरूपम् उत्तमम् इत्युक्ते लृट् लृट् लकार उत्तमम् अपि च निजन्तरूपं साधयामश्चेत् निजन्तरूपं किं भवति जानाति साधारणलट् रूपं निजन्तलट् रूपं किं यकार आगच्छति तत्र ज्ञास्यति इति कीदृशं रूपं कोऽपि वदतु भगिनि भवती एव उक्तवती ज्ञास्यति इति रूपं लृट् लकाररूपं तत् सम्यक् एव किन्तु अहं किं पृष्टवती निजन्तरूपं किं निजन्तरूपं किं कोऽपि वदतु विज्ञायते अहं वदामि ज्ञापयति इत्युक्ते अत्र ज्ञाधातुः दीर्घ आकारान्तधातुः ज्ञाधातोः निजन्तरूपं ज्ञापयति अत्र दा धातोः रूपं दापयति, ज्ञा धातोः रूपं ज्ञापयति. अत्र ज्ञापिका इति लिखितमस्ति. ज्ञापिका इत्यस्मिन् तत्र पकारः कुत्र आगतः इत्युक्ते, तत्र यत्र यदा वयं णिच् प्रत्ययान्तरूपाणि पठामः तदा अर्ति ह्रीव्लि क्नुयि श्मायि यातां पुङ्नौ इति सूत्रेण पुग् आगमः भवति, तेन विज्ञापयति इति रूपमायाति ज्ञापनम्. साधारणतया वयं साधारणं पदमेव वयं प्रादेशिकभाषासु शृणुमः, ज्ञापकम् इत्युक्ते अस्मान् ज्ञापयति इति. अत्र साधारणरूपम् अत्र जानाति लट्लकाररूपं, निजन्तरूपं ज्ञापयति, ल्युडन्तरूपं ज्ञानं, साधारणल्युट् ज्ञानं. किन्तु निज णिच् प्रत्ययान्तयुक्त ल्युट् रूपं ज्ञापनं, तथा एव अत्र ज्ञापिका इति पदमायाति. ज्ञापिका इत्युक्ते मोमेण्टो, अस्मान् स्मारयति, तदेव ज्ञापिका. अन्तिमम् अग्रिमं वाक्यं भवती एव करोतु, उषा भगिनी. भगिनी, विज्ञापिका अर्थं किं? मोमेण्टो इति अहं चिन्तितवती, किन्तु भवती जानाति एव यदि वयं शब्दकोशं पश्यामश्चेत् तत्र एकैकस्य पदस्य बहवः अर्थाः दीयन्ते. तदर्थमेव साधारणतया किं वक्तव्यम् इत्युक्ते सान्दर्भिक अर्थाः इति वक्तव्यं, काण्टेक्स्ट्युवल् मीनिङ्ग्स्. काण्टेक्स्ट्युवल् मीनिङ्ग्स् इति एव वयं ज्ञातुं शक्नुमः. करोतु भगिनि. विज्ञापन अड्वर्टैस्मेण्ट् इति दत्तमस्ति भगिनि, अस्ति वा? अस्तु, अस्ति चेत् सम्यक्. संस्कृत डिक्शनरि मध्ये, स्पोकन् संस्कृत डिक्शनरि मध्ये अस्तु. अनन्तरं द्वादशं वाक्यं करोतु. सा वृद्धा, सा वृद्धा स्त्रीलिङ्ग अस्ति, आकारान्त स्त्रीलिङ्ग. सा वृद्धा एकवचने, द्विवचने ते वृद्धे, बहुवचने ता वृद्धाः इति प्रश्नवाक्यमस्ति. सा का एकवचने, ते के द्विवचने, ताः काः इति बहुवचने अस्ति बहिनी. उत्तमं, ताः काः बहुवचने, उत्तमम्. अत्र वृद्धा इति पदमस्ति, किन्तु पुंलिङ्गे वदामश्चेत् किं वदामः? वृद्धः. वाक्यं निर्मातु. सः वृद्धः, तौ वृद्धौ, ते वृद्धाः. नपुंसकलिङ्गे, नपुंसकलिङ्गे अस्ति चेत् तत् वृद्धं ते वृद्धे, तानि वृद्धानि. उत्तमम्. इत्युक्ते अत्र वृद्ध धातुतः अत्र इदं पदम् आगतं. वृद्ध धातोः लट्लकाररूपं कोऽपि वदति वा? वृद्ध धातोः रूपं वर्धते. अत्र वृद्ध धातोः रूपमेव अत्र दत्तमस्ति, वर्धते इति रूपमस्ति. किन्तु वृद्ध धातुतः क्ताप्रत्ययान्तरूपं वृद्ध इति प्रातिपदिकं, किन्तु क्तान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति इति कृत्वा यथा भवती उक्तवती वृद्धः, वृद्धा, वृद्धं, त्रिषु लिङ्गेषु रूपाणि भवन्ति. अपि च एकम् अन्यत् पदमस्ति वृद्धिः, वृद्धधातोः रूपमेव वृद्धिः. वृद्धिः तत्र भिन्नप्रत्ययः अस्ति, तत्र क्तिन् प्रत्ययान्तरूपं वृद्धिः, किन्तु क्तान्तरूपं वृद्धा अथवा वृद्धः, वृद्धम्. अत्र इत्युक्ते यस्याः महिलायाः वृद्धिः पूर्वमेव अभवत् सा एव वृद्धा, तादृश अर्थः आयाति. किन्तु कृतान्तपदानि अत्र वृद्धा इति पदं कृतान्तपदमस्ति, स्त्रीलिङ्गपदमस्ति इति कृत्वा अन्ते स्त्रीप्रत्ययः अस्ति इति अस्माभिः अवगन्तव्यम्. अत्र कृतान्तपदानि सर्वदा भूतकालार्थे भवन्ति, भूतकालार्थं बोधयितुं कृतान्तपदस्य योजनं कुर्मः. उत्तमं भगिनी. अनन्तरम् अत्र भूमा भगिनी अत्र अहं सुबन्तपदानि प्रारम्भिकस्थरीयानि इति एकं करपत्रं प्रेषितवती. किमर्थमित्युक्ते किञ्चित् पुनःस्मरणार्थं वयं चत्वारि पदानि परिशीलयामः. तेषां एकविंशतिरूपाणि परिशीलयामः. किमर्थं चेत् तत्र अकारान्तरामशब्दः, आकारान्त स्त्रीलिङ्गलताशब्दः, अकारान्त नपुंसकलिङ्गवनशब्दः, अपि च ईकारान्त स्त्रीलिङ्गनदीशब्दः अस्मिन् करपत्रे अस्ति. एकवारं परिशीलनं कुर्मः. नो चेत् अत्र जान् महोदय, भवान् पठति वा करपत्रम्? ओके, अस्तु, मन्देन वदामि. ओके, मन्देन वदामि. महोदय, अत्र अहं किं पृष्टवती इत्युक्ते, अहम् एकं करपत्रं प्रेषितवती तत्र ईमेल् माध्यमेन. ऐ हेव् सेण्ट् ए वर्क्शीट् प्रिपेर्ड् बै स्वरूप् महोदय. सुबन्तपदानि प्रारम्भिकस्तरीयाणि इति एकं करपत्रम् अस्ति. तस्मिन् देवशब्दः अस्ति, वनशब्दः, लताशब्दः, नदीशब्दः अस्ति. रूपाणां पुनस्मरणार्थम् एकवारं तत् करपत्रं पठामः. अस्ति वा करपत्रम्? करपत्रं मम समीपे नास्ति. चिन्ता मास्तु महोदय. भूमा भगिनी, भवती पठतु. अहं करपत्रं, नो चेत् भवती वक्तुं शक्नोति वा देवशब्दं? देवशब्दं वक्तुं शक्नोति वा? देवः देवौ देवाः, देवं देवौ देवान्, देवेण देवाभ्यां देवैः, देवाय देवाभ्यां देवेभ्यः, देवात् देवाभ्यां देवेभ्यः, देवस्य देवयोः देवानां, देवे देवयोः देवेषु, हे देव हे देवौ हे देवाः. उत्तमं भगिनि, उत्तमं. तावदेव. अनन्तरं अनन्तरं द्वितीयम् अकारान्त पुंलिङ्ग शब्दः, देवशब्दः, यथा रामशब्दवत्. अनन्तरं वदतु. अकारान्तः न, अकारान्त पुंलिङ्गदेवशब्दः, रामशब्दवत्. अनन्तरं नपुंसकलिङ्गपदमस्ति वनशब्दः, अकारान्त नपुंसकलिङ्गवनशब्दः, वदतु. वनं वने वनानि, वनं वने वनानि. अग्रे पुंलिङ्गवत् रामशब्दवत् करणीयम्. उत्तमं. वनेन वनां, वनैः, वनात् वनाय वनाभ्यां वनेभ्यः, वनात् वनाभ्यां वनेभ्यः, वनस्य वनयोः वनानां, वने वनयोः वनेषु, हे वनं हे वने हे वनानि. उत्तमं, धन्यवादः भगिनि. हे वन सम्बोधनं रूपम्. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र अस्माकं पार्श्वे तस्मिन् एव करपत्रे अत्र कः वदति, अत्र गीताञ्जलि भगिनी भवती वदति वा, अत्र आकारान्त स्त्रीलिङ्गपदं लताशब्दः. आं भगिनि, अत्र लता लते लताः, लतां लते लताः, लतया लताभ्यां लताभिः, लतायै लताभ्यां लताभ्यः, लतायाः लताभ्यां लताभ्यः, लतायाः लतयोः लतानां, लतायां लतयोः लतासु, हे लते हे लते हे लताः. उत्तमं भगिनि. अत्र कुत्र कुत्र साम्यमस्ति कुत्र कुत्र साम्यम् इत्युक्ते सिमिलारिटि अत्र रूपेषु रूपेषु कुत्रचित् साम्यं दृश्यते. आं भगिनि, द्वितीये द्विवचने तृतीय चतुर्थी अपि च पञ्चमी समानेव, अपि च बहुवचने तृतीय बहुवचने चतुर्थी पञ्चमी समानेव, अपि च षष्ठी सप्तमी द्विवचने समानेव, अपि च प्रथमा विभक्ति अपि च सम्बोधने द्वितीय बहुवचन बहुवचने समानेव, अपि च प्रथमा बहुवचनं द्वितीया बहुवचनं तेपि समानेव, पञ्चमी एकवचनं षष्ठी एकवचनं ते अपि समानेव. इत्युक्ते वयं कथं ज्ञातुं शक्नुमः कीदृशं पदमस्ति तत्र, कथं जानीमः कस् यस्मिन् कस्मिन्नपि वाक्ये एकं पदम् अस्ति चेत् तत्र कस्यां विभक्तौ अस्ति तत् पदम् इति कथं ज्ञातुं शक्नुमः? सन्दर्भानुसार वयं जानीमः भगिनि, कुत्रापि द्वयोः प्रसक्तिः, किन्तु सन्दर्भानुसार यदि वयं पश्यामः तदनन्तरं वयं जानीमः. उत्तमं, क्रियापदं दृष्ट्वा वयं जानीमः. क्रियापदम् अपि किन्तु अत्र यथा गीताञ्जलिभगिनी उक्तवती सन्दर्भानुसारेण एव वक्तुं शक्नुमः. इत्युक्ते अत्र केषुचित् स्थलेषु साम्यं दृश्यते, तथा एव देवशब्दे अपि कानिचन रूपाणि समानानि भवन्ति. अनन्तरम् अत्र गीताञ्जलिभगिनी भवती एव नदीशब्दं पठतु एकवारम्. ईकारान्त स्त्रीलिङ्ग नदी शब्दः, नदी नद्यौ नद्यः, नदीं नद्यौ नदीः, नद्या नदीभ्यां नदीभिः, नद्यै नदीभ्यां नदीभ्यः, नद्याः नदीभ्यां नदीभ्यः, नद्याः नद्योः नदीनां, नद्यां नद्योः नदीषु, हे नदी हे नद्यौ हे नद्यः. उत्तमम्. अत्र कुत्र कुत्र साम्यमस्ति? अत्र अपि पूर्वस्मिन् उदाहरण समाने समानेव, किन्तु प्रथमद्वितीय बहुवचन भेदः, अपि अन्यत्र समानेव भगिनी. अहम् उत्तमम्. इत्युक्ते आकारान्तस्त्रीलिङ्गपदं लता शब्दवत् एव अत्र ईकारान्तपदस्य रूपाणि भिन्नानि रूपाणि भिन्नानि भवन्ति, किन्तु कुत्र साम्यमस्ति इत्युक्ते केवलं प्रथमाविभक्ति बहुवचनरूपं द्वितीया बहुवचनरूपं तत्र एव भेदः अस्ति. अन्येषु स्थलेषु अत्र किञ्चित् साम्यं दृश्यते यथा लताशब्दे इव. उत्तमं, तदेव. अनन्तरम् अत्र मम प्रश्नः अस्ति भवत्याः कृते, एतेषां पदानां स्मारणार्थं सूचनाः भवत्याः पार्श्वे सूचनाः सन्ति चेत् किञ्चित् वदतु, रूपाणां साधनार्थम् अथवा रूपाणां स्मारणार्थं सूचनां वदतु, कथं वयं एतानि सर्वाणि रूपाणि सुलभतया अवगम्य वक्तुं शक्नुमः. कथं वयं स्मारितुं भगिनि इति प्रश्नः. एतानि सर्वाणि रूपाणि कथं स्मरणे आयान्ति? कथं स्मरणे आयान्ति? अभ्यासेन भगिनि, पुनः पुनः वदामः चेत् प्रतिदिनम् एकवारम् अभ्यासेन भगिनि एव. अन्ये कोऽपि वदतु, कस्यचित् पार्श्वे सूचनाः सन्ति चेत् वदन्तु, एतानि रूपाणि कथं साधनीयानि सुप्रत्ययान्त प्रातिपदक प्रातिपदकात् सुप्रत्ययोजनेन रूपाणि भवन्ति रूपाणि भवन्ति इत्युक्ते व्याकरणम् इतोपि गभीरतया पठामश्चेत् वक्तुं शक्नुमः वा तदेव वा भवत्याः सूचना अस्तु वदतु कथामध्ये भगिनी यदि कोऽपि रूपं योजयित्वा वयं पठामः तदनन्तरमपि एकप्रकार अभ्यासमेव आम् कथायाः पठनेन वयं एतेषां रूपाणां साधनं कर्तुं शक्यम् उत्तमं तावदेव भवन्तः सर्वे एकवारं पुनः पुनस्मरणेन एतत् करपत्रं पठन्तु यथा भगिनी उक्तवती पुनः पुनः पठामश्चेत् स्मरणे रूपाणि झटिति आयान्ति तदर्थमेव तादृश अभ्यासः तु अपेक्षितः वयं कुर्मः भगिनि कथम् इत्युक्ते नद्या हे नदी लैक् शोयिङ्ग् युवर् हेण्ड् हे नदी हे नद्यौ ये नदीः नद्या नदीभ्यां नदीभिः वित् संथिङ्ग् यु आर् डूयिङ्ग् संथिङ्ग् अण्ड् नद्यै गिविङ्ग् लैक् जस्ट् गिव् लैक् संथिङ्ग् यु आर् गिविङ्ग् टु सम्बडि रैट् अण्ड् नद्याः इस् सपरेशन् and then Shashti Nadyaha is hugging yourself like it's a sambandha and then Saptami Nadyam is like hold your left hand and then put your right hand on top like Nadyam Nadyoho Nadishu अस्तु धन्यवादः भगिनि प्रेषयतु भगिनि I'll do the action and I'll send it on you on WhatsApp अस्तु अस्तु धन्यवादः अनन्तरम् अत्र कृष्णन् महोदय भवान् पठितुमिच्छति वा अत्र एतावत्पर्यन्तं वयं तृतीयं पाठं परिशीलितवन्तः अधुना सर्वे गीतासोपानपुस्तके एकादशे पुटे किमस्ति इति एकवारं परिशीलयामः तत्र कृष्णन् महोदय भवान् पठति वा अत्र किं लिखितमस्ति कृष्णन् महोदय नो चेत् प्रिया भगिनी भवती पठति वा प्रिया भगिनी नमस्ते भगिनि पठति वा एकनिमिषं भगिनि अजन्ताः शब्दाः उच्चैः पठत् लिखत च एषः कविः एषः ऋषिः एतौ कवि एते कवयः अन्य अपि वदामि वा एषः अत्र अत्र एकवारम् उपरि शीर्षिका अस्ति शीर्षिका का अजन्ताः शब्दाः इत्युक्ते किम् अजन्ताः शब्दाः अकारान्त अकारान्त इकारान्त उकारान्त पुल्लिङ्गः तकारान्त नकार हलन्तशब्दाः न अन्यथा अन्यशब्दाः अकारान्त पुल्लिङ्ग सर्वं शब्दाः इत्युक्ते अत्र शब्दः इति पदं पुंलिङ्गपदम् अस्ति बहुवचनान्तरूपं किं शब्दः शब्दः इत्यस्य बहुवचनान्तरूपं शब्दाः शब्दाः कीदृशशब्दाः अजन्ताः शब्दाः अजन्ताः शब्दाः. उत्तमम्. अजन्ताः इत्युक्ते तत्र सन्धिः अस्ति. कोऽपि वदतु. अरुणा भगिनी प्रयत्नं करोतु. अरुणा भगिनी पुनः वदतु एकवारं, न श्रूयते. सन्धेः नाम किं? जलं दशोऽन्ते. उत्तमम्. इत्युक्ते जस्त्वशन्धिः. उत्तमम्. इत्युक्ते अच् योगः, अच् प्लस् प्लस् इति वदामश्चेत् तत्र संस्कृतभाषायाम् अच् योगः अन्त अजन्त इति भवति. जकारस्य स्थाने जकारादेशः भवति. जलां जशोन्ते इति सूत्रेण तत्र सन्धेः नाम अस्ति जस्त्वसन्धिः. इत्युक्ते येषां वर्णानाम् अन्ते अच् वर्णाः सन्ति. अच् इत्युक्ते किं, कोऽपि वदतु. अच् इति एकः प्रत्याहारः. अच् इति यदि वयं व्याकरणं पश्यामश्चेत् तत्र अच् इति एकः प्रत्याहारः. अच् प्रत्याहारे सर्वे स्वराः सर्वे स्वराः सन्ति. येषां पदानाम् अथवा येषां शब्दानाम् अन्ते अच् वर्णाः सन्ति ते सर्वे शब्दाः अजन्तशब्दाः. तदेव अत्र प्रिया भगिनी भवती एव वदतु. उच्चैः पठत लिखत च, अत्र क्रियापदद्वयम् अस्ति. रूपं किं? लिखत रूपं मध्यमपुरुषः लोट्लकारः. लोट्लकारः मध्यमपुरुषः बहुवचनम्. उत्तमं. पठत लिखत. प्रश्न, अजन्त अच् अन्त अन्ते शब्दाः शब्द अस्ति चेत् धातोः अपि भगिनि पठत अकार अपि च अन्ते न पठत लिखत अजन्त भगिनि. तत्र भ्रमः मास्तु, नो कन्फ्यूजन्. अत्र अजन्तः इति पदमस्ति चेत् तत्र तत् पदं सुबन्तपदं. सुबन्तपदम् इत्युक्ते नामपदं. नामपदम् इत्युक्ते नौन्. किन्तु पठत लिखत क्रियापदद्वयं. पठ धातुतः आयान्ति, क्रियापदानि धातुतः आयान्ति, नामपदानि प्रातिपदिकात् निर्मितानि भवन्ति. नामपदस्य मूलरूपं प्रातिपदिकम् इति वदामः, किन्तु क्रियापदस्य मूलरूपं धातुः, पठधातोः रूपं. यथा भगिनी प्रिया भगिनी उक्तवती, लोट्लकारः मध्यमपुरुष बहुवचनरूपं पठत लिखत. अत्र च किमर्थम्? द्वयमपि अस्ति, पठत लिखत एण्ड्. प्रथमं वाक्यं वदतु. प्रथमं वाक्यं पठित्वा भवती किम् अवगतवती वदतु. उच्चैः उच्चैः वा अत्र प्रथमं वाक्यम्? एषः कविः. क्षम्यताम्, एषः कविः. एषः कविः इस् अ पोयट्. एषः कविः द्विवचने समीपे अस्ति, तत्कारेण एषः कविः. एतौ कविः. एते कवयः. कविः इति पदं कविः इति पदं कीदृशं पदम्? इकारान्त पुल्लिङ्गपदम्. उत्तमं. कोऽपि कवेः नाम वदतु. कालिदासः. उत्तमं. कविः इत्युक्ते काव्यकारः इत्यपि वक्तुं शक्नुमः. आदिकविः. आदिकविः अस्ति. आदिकविः इत्युक्ते कः? वाल्मीकिः. वाल्मीकिः. अपि च भगवद्गीतायाम् एकं वाक्यमस्ति, कवीनाम् उशना कविः. गीतायाः वाक्यम् उशना कविः इत्युक्ते शुक्राचार्यः. कवीनाम् उशना कविः. किमर्थं तादृशरीत्या उक्तवान् इति किञ्चित् चिन्तनीयम्. अत्र विभूतियोगे सः वदति, कवीनाम् उशना कविः एव अहम्, शुक्राचार्यः एव अहम् इत्युक्ते तत्र तदेव. वदतु भगिनि. उत्कृष्टकविः, श्रेष्ठकविः. श्रेष्ठकविः. इत्युक्ते अत्र कविः इति पदस्य अहं शब्दकोशं दृष्टवती. कविः इति पदस्य अर्थः तु बुद्धिमान् पुरुषः इति अपि अस्ति. इण्टेलिजेण्ट् पर्सन् कविः. कविना काव्यं लिख्यते. उत्तमं. द्वितीयं वा द्वितीयं पदं वदतु. एषः ऋषिः. एतौ ऋषि. एते ऋषयः. अत्र ऋषिः इति पदं कीदृशं पदम्? इकारान्त पुल्लिङ्गपदमेव. इकारान्त पुंलिङ्गपदं. भवन्तः सर्वे श्रुतवन्तः एव आर्ष इति वयं साधारणतया शृणुमः. आर्ष इति पदं ऋषि इति प्रातिपदिकात् आयाति. आर्ष इति पदं तद्धितान्तं रूपं. ऋषि इत्यस्मात् आर्ष आर्षसम्प्रदायः तादृशं पदम् आयाति. किन्तु आर्ष इति तद्धितान्तं रूपम् अस्ति. ऋषिशब्दस्य रूपाणि त्रिषु वचनेषु पुनः वदतु भगिनि. एषः ऋषिः. एतौ ऋषि. एते ऋषयः. ऋषयः. तृतीयं वाक्यं करोतु. तृतीयं वाक्यम् एषः यतिः. एतौ यति. एते यतयः. अत्र यतिः इत्युक्ते कः? यतिः अहमपि यतिः इत्युक्ते संन्यासी. संन्यासी. तत्र यतिः इत्यस्मिन् विधे विषये यतिः इति पदं कथम् आयाति इति परिशीलनं कुर्मः चेत् यम् इति एकः धातुः अस्ति. यम् धातोः धातुतः क्तिन् प्रत्ययान्तरूपम् एव यतिः. इत्युक्ते यस्य इन्द्रियनिग्रहणम् अस्ति, यस्य संयमनम् अस्ति, यः सर्वदा इन्द्रियनिग्रहणार्थं प्रयत्नं करोति सः एव यतिः. यम् धातोः रूपम् अस्ति. उत्तमं भगिनि. अनन्तरं अत्र अरुणा भगिनी भवती करोतु द्वितीयं. सः तरुः. तौ तरु. ते तरवः. तरुः उकारान्त पुंलिङ्गशब्दः एकवचनम्. तरु द्वितीय प्रथमद्वितीयवचनं. ते तरवः प्रथम बहुवचनम्. अत्र तरुः इत्युक्ते वृक्षः. वृक्षः. इतोपि कानिचन पदानि वक्तुं शक्नोति वा, पर्यायवाचकपदानि? स्थावरम् अत्र कोऽपि प्रयत्नं करोतु. तरवः इत्युक्ते रूट् अस्ति न भगिनि? तरुः इत्युक्ते यथा भगिनी उक्तवती वृक्षः. किन्तु अहं कानिचन पदानि वदामि. तरुः इत्यस्य पर्यायवाचकपदानि वृक्षः, पादपः, द्रुमः, महीरुहः, फलदः, भूरुहः, क्षितिजः. पुनः वदतु भगिनि. पुनः पादपः. किमर्थं पादपः? पादपः इत्युक्ते पादेन पिबति. पादेन पिबति इत्युक्ते अत्र रूट्स्. इट् ड्रिङ्क्स् वाटर् वित् इट्स् रूट्स्. तदर्थमेव तस्य नाम पादपः. तस्य विग्रहवाक्यं वक्तुमिच्छामश्चेत् पादेन पिबति. पादपः उपपदसमासः अस्ति. तथा एव द्रुमः, महीरुहः, भूरुहः, क्षितिजः, फलदः. फलदः किमर्थं? फलं ददाति. फलं ददाति इत्यनेन फलदः. नो चेत् पुष्पदः. पुष्पं ददाति इत्युक्ते तस्य वृक्षस्य लक्षणानि दृष्ट्वा एतानि सर्वाणि नामानि दत्तानि. भगिनि रूहः इति इत्युक्ते भूम्यात् आयाति. क्षितिजः, क्षितिः इत्युक्ते भूमिः, तथा एव मही इत्युक्ते भूमिः, भूमितः उपरि आयाति. रुहः इत्युक्ते उपरि आयाति, आरोहणं, रुह् धातोः रूपमेव आरोहणम्. उत्तमम्. पादपः, द्रुमः, महीरुहः, फलदः, क्षितिजः, एतादृशानि पदानि अपि सन्ति. उत्तमम्. अग्रिमं पदं वदतु भगिनि. उष्णा कविः, उष्णा इत्युक्ते भगिनि उषेना कविः. अत्र पदं किं भवति इत्युक्ते तालव्यशकारः, तत्र तालव्यशकारः भवती एव वदतु. त्रयः प्रकारकाः शकाराः सन्ति, वदतु. तालव्यशकार, मूर्धन्यशकार, अपि च दन्त्यशकार. एकैकस्य कृते एकम् उदाहरणं वदतु. शर्करा इति तालव्य योजयितुं ऋषिः इति मूर्धन्य, अपि च संस्कृतम् इति दन्त्य. उत्तमं, तावदेव. उत्तमं, तथा एव. अधुना अरुणा भगिनी भवती द्वितीयं वाक्यं करोतु. सः प्रभुः, प्रभु, ते प्रभवः. अत्र प्रभुशब्दः कीदृशशब्दः? उकारान्त पुंलिङ्गशब्दः. उकारान्त पुंलिङ्गशब्दः. अनन्तरम् अत्र यतिः इति इत्यस्मिन् विषये एकं वदामि. अत्र एकं वाक्यमस्ति, यथा दानं विना हस्ति तथा ज्ञानं विना यतिः. इत्युक्ते यतिः इत्युक्ते तस्य ज्ञानं भवेदेव. पुनः वदतु भगिनि. यथा दानं विना हस्ति तथा एव ज्ञानं विना यतिः. हस्तः अस्ति चेत् दानं करणीयं, तथा एव यतिः इति वदामश्चेत् तस्य ज्ञानम् अपेक्षितम्. यतिः. अनन्तरं प्रभुः इति पदमस्ति. अत्र किं वदामः, प्रभुः, अत्र प्रभुत्वम् इति भवन्तः श्रुतवन्तः एव. प्रभुत्वम् इति पदं तथा एव आगतं. तत्र त्वम् इति मधुरत्वं, तादृशरीत्या तत्र प्रत्ययः अस्ति. त्वम् इति एकः प्रत्ययः अस्ति. प्रभुः इत्युक्ते अधिपतिः, स्वामी इत्यपि अन्यानि पदानि सन्ति. प्रभुत्वं, प्रभुता, ता इति वदामश्चेत् तत्र तल् प्रत्ययः, प्रभुता, प्रभुत्वम्. उत्तमम्. अनन्तरम् अत्र अरुणा भगिनी भवती एव करोतु अग्रिमं वाक्यं. भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः. योद्धा ऋकारान्तपदं, योद्धृ प्रथमविभक्ति, योद्धा मातृ पितृ एव. भवन्तौ योद्धारौ, भवन्तः योद्धारः. उत्तमम्. अत्र भवान् शब्दस्य प्रातिपदिकं किं? भवत्. भवत्. भवान् अत्र हलन्तपदं वा अथवा अजन्तपदं वा? हलन्तपदं. तकारान्तप्रातिपदिकम् अस्ति. उत्तमं. सः शब्दस्य प्रातिपदिकं किं? तद्शब्दः. सः शब्दः अपि हलन्तशब्दः. किन्तु अत्र रक्तवर्णैः यानि पदानि दत्तानि तानि सर्वाणि अजन्तपदानि. केवलं रक्तवर्णैः लिखितानि पदानि एव अत्र अजन्तपदानि सन्ति. यथा भगिनी उक्तवती, योद्धा इति पदं योद्धृ इति प्रातिपदिकमस्ति. योद्धृ ऋकारान्तप्रातिपदिकं. तत्र प्रत्ययः अस्ति तृच् इति प्रत्ययः. युद्ध धातुतः तृच् प्रत्ययस्य योजनेन योद्धा इति पदम् आयाति. तत्र योद्धः अत्र तु योद्धा इति रुकारान्तपदमस्ति, योधः इति अकारान्तपुंलिङ्गपदम् अपि अस्ति. तथा एव योधी इति पदमपि अस्ति. योधी वदामश्चेत् नकारान्तपदं भवति, योधिन्. योधः इत्युक् अथवा योद्धा इत्युक्ते अत्र सोल्जर् अथवा वारियर् इति अर्थः. उत्तमम्. अनन्तरम् अत्र अशोकमहोदय भवान् पठति वा? नो चेत् कृष्णन् महोदय अस्ति. जान् महोदय भवान् पठतु अग्रिमं पदम्. ओके, अग्रिमं पदं भवान् भोक्तः, भवन्तु भोक्तरौ, भवन्तः भोक्तराः. भोक्तारः, भोक्तारः. उत्तमम्. अत्र भवान् भोक्ता, भवन्तौ भोक्तारौ, भवन्तः भोक्ता, क्षम्यतां, भवन्तौ भोक्तारौ, भवन्तः भोक्तारः. अत्र अत्र भोक्ता इति पदमपि रूकारान्तपदम्. भोक्ता इत्युक्ते कः अर्थः? कोऽपि वदतु. सर्वे यः भोजनं करोति सः एव भोक्ता. अत्र अरुणभगिनी वदतु, अत्र पदं कथम् आगतम्? धातुः कः? भुज् धातु. भुज् धातुः. भुज् धातोः रूपमेव भुङ्क्ते. भुज् धातुः उभयपदी धातुः. भुङ्क्ते इति आत्मनेपदीरूपं, भुनक्ति इति परस्मैपदीरूपं. भुज् धातुतः एव तृच् इति प्रत्ययस्य योजनेन भोक्ता इति रूपमस्ति. अत्र प्रातिपदिकं तु रुकारान्त. रुकारान्त. प्रातिपदिकं किम्? भोक्तृ. भोक्तृ इति प्रातिपदिकम्. अवगतं वा महोदय? अवगतं वा? अवगतम्. अवगतम्. अवगतम्. हङ्गर्. न न, अहं पृच्छामि, डिड् यु अण्डर्स्टाण्ड्? अवगतम्. आम्. किं वक्तव्यम्? उत्तरं किं भवति? मया अवगतम् अथवा अहम् अवगच्छामि. अहम् अवगच्छामि. उत्तमम्. अहम् अवगच्छामि. उत्तमम्. तृतीयं वाक्यं करोतु. तृतीयम्. ओके, तृतीयं वाक्यं श्रोतारः. सो विल् बि श्रोता. भवान् श्रोता, भवन्तु श्रोता, भवन्तः श्रोतारः. एकवचनं किं पुनः वदतु? एकवचनं भवान् श्रोता. इत्युक्ते किं? भवान् श्रोता. भवान् श्रोता इस् एकवचनं, राइट्? इत्युक्ते किम्? वाट् डस् इट् मीन्? श्रोतार. स्पीक् लिस्नर्. प्रोबब्लि लिस्नर्. वन् हू इस् लिस्निङ्ग्. उत्तमं. तावदेव. भवान् श्रोता. अत्र श्रोता इति वदतु. भवान् श्रोता, द वन् हू इस् लिस्निङ्ग् आर् वन् हू इस् इन् द आडियन्स् आर् दे आर् द आल् आफ् दट् कुड् मीन् श्रोता. अत्र पदं कीदृशं पदम्? कीदृशं पदम्? इट् इस् श्रोतारकारान्त उत्तमान्तपदम्. प्रातिपदिकं किम्? श्रोतृ. श्रोतृ. श्रोतृ. तत्र धातुः कः? कोऽपि वदतु. श्रुधातोः लट्लकाररूपं किम्? शृणोति. श्रूयते. शृणोति. श्रूयते. शृणोति. अत्र शृणोति श्रूयते तयोः द्वयोः पदयोः भेदः कः? शृणोति परस्मैपदि. श्रूयते आत्मनेपदि. न. अत्र श्रुधातोः परस्मैपदीरूपम् अत्र शृणोति सम्यक् एव लट्लकाररूपं, साधारणलट्लकाररूपं, किन्तु श्रूयते यकायाति. कर्मणि कर्मणि लट् कर्मणि लट् रूपमेव श्रूयते. अत्र तु श्रोता इति तृच् प्रत्ययान्तरूपम् अस्ति. उत्तमं. तावदेव. अनन्तरम् अत्र धन्यवादः महोदय. अनन्तरम् अत्र अन्ये के के सन्ति कृपया अग्रिमं वाक्यं पठितुमिच्छन्ति चेत्? कृष्णन् महोदय, भवान् पठितुमिच्छति वा? अत्र अन्ये के के सन्ति यस्य क्रमः न आगतः इदानीं पर्यन्तं? नो चेत् पुनः वेदा भगिनी भवती पठतु अग्रिमम्. एषा यष्टिः, एते यष्टी, एताः यष्टयः. यष्टि यष्टि यष्टि इस् कारान्त. ईकारान्त. ईकारान्त स्त्रीलिङ्गः. अत्र पश्यतु, दीर्घ ईकारः अस्ति वा ह्रस्व ईकारः? ह्रस्व ईकारः. ह्रस्व ईकारः. ह्रस्व ईकारान्तपदम्. यष्टिः इत्युक्ते स्टिक्. स्टिक्. संस्कृतभाषायाम् अन्यानि पदानि वक्तुं शक्नोति वा? उत्तमं. काष्ठम्. यष्टिः इति स्त्रीलिङ्ग ह्रस्व ईकारान्तपदं. काष्ठं तत्र नपुंसकलिङ्गम्. अकारान्त दण्डः. दण्डः. दण्डः कीदृशं पदम्? अकारान्त पुंलिङ्गपदम्. अपि च अन्यत् पदम् अस्ति लगुडः. लगुडः. लगुडः इत्युक्ते काष्ठम् इत्युक्ते पश्यन्तु एकमेव पदमस्ति भगिनी. लघु अपि च लघु. लगुडः. लगुडः. लगुडः इत्युक्ते स्टिक्. काष्ठं. पश्यन्तु अत्र पदानि यष्टिः इति ह्रस्व ईकारान्त स्त्रीलिङ्गपदं, काष्ठम् अकारान्त नपुंसकलिङ्गपदं, दण्डः पुंलिङ्गपदम्. इत्युक्ते एतेषां पदानाम् अर्थः तु समानः एव, किञ्चित् भेदः दृश्यते, किन्तु अत्र रूपाणि भिन्नेषु लिङ्गेषु सन्ति पदानि. तदेव अस्माभिः अवगन्तव्यम् अत्र. एषा एषा तिथिः, एते तिथिः, एताः तिथयः. तिथयः. तिथेः तिथेः नाम वदतु एकं. तिथि गुरुवासरः. न. बृहस्पतिवासरः. उत्तमम्. अमावास्या, पूर्णिमा, एकादशी, तथा चतुर्दशी, त्रयोदशी. उत्तमं. त्रयोदशी. उत्तमं. तथा एव भवती एव करोतु अग्रिमे पुटे. सा धेनुः, ते धेनु, ता धेनवः, ताः धेनवः. धेनु धेनु उकारान्त स्त्रीलिङ्गः धेनुः गौ धेनुः धेनुः इत्यस्य अन्यत् पदमस्ति गोशब्दः गोशब्दस्य गोशब्दः तस्य रूपाणि प्रथमान्तानि रूपाणि कोऽपि वदति वा गोशब्दस्य रूपाणि गौः गावौ गावः गां गावौ गाः गोशब्दः तत्र अजन्तशब्दः एव किन्तु तस्य रूपाणि गौः प्रथमाविभक्ति एकवचनं गौः भवति किन्तु अहम् एकं प्रश्नं पृच्छामि गौः अपि च धेनुः द्वयोः मध्ये किञ्चित् भेदः अस्ति कोऽपि वदति वा अर्थविषये धेनु इच्छा इच्छा दर् ददाति इत्युक्ते अत्र भेदः कः इत्युक्ते धेनुः इत्युक्ते या दुग्धं ददाति सा एव धेनुः इत्युक्ते दूध देने वाले गाय् दुग्धं ददाति या धेनुः या गौः दुग्धं ददाति सा एव धेनुः दुग्धं न ददाति चेत् गौः प्रातिपदिकं गो अस्ति प्रातिपदिकं न तत्र अर्थः तु दुग्धं धेनु गौः इति प्रथमाविभक्ति अस्ति परन्तु गो इति प्रातिपदिकम् अस्ति न गोशब्दः गो प्रातिपदिकम् अस्ति प्रथमान्तरूपं गौः तथा एव अत्र दुग्धं ददाति चेत् धेनुः तदर्थमेव तत्र कामधेनुः वयं जानीमः धे इति धातुः अस्ति तत्र पानार्धे इत्यस्मिन् अर्थे अस्ति धेनुः इत्युक्ते दूध देने वाले गाय् इति भगिनी गौ या एव दुग्धं न ददाति यः न आङ्ग्लेयभाषया वदतु भगिनि आङ्ग्लेयभाषया केन् द गौः इस् बुल् न तत्र या धेनुः सर्व दुग्धं ददाति सा एव धेनुः इति वक्तुमिच्छामश्चेत् सा सर्वदा दुग्धं ददाति एव तदानीमेव धेनुः इति वक्तुं शक्यं किन्तु गौ सा गौ अपि च सा एव सः न स्त्रीलिङ्गपदम् इति स्त्रीलिङ्गपदम् इति चिन्तयामि उत्तमं गो पुंलिङ्गः अस्ति न भगिनि ओकारान्त पुंलिङ्ग अस्ति बुल् गोशब्दः पुंलिङ्ग पुंलिङ्ग अस्ति न स्त्रीलिङ्ग पुंलिङ्गशब्दः वा बुल् अस्ति भगिनि अनन्तरम् अत्र द्वितीयं वाक्यं भवती एव करोतु भगिनि अत्र द्वितीयं वाक्यं सा रज्जुः ते रज्जुः ताः रज्जवः रज्जु रज्जु इस् रोप् वाट् यु काल् कैर् रोप् रज्जुः रज्जुः इति पदं कीदृशं पदम् उकारान्तस्त्रीलिङ्गपदं रज्जुः रज्जू रज्जवः उत्तमं रज्जुसर्पभ्रान्तिः इति वयं शृणुमः उत्तमम् अग्रिमं पदं किम् अस्ति अत्र श्वसा श्वसारौ श्वसारः श्वसा आकारान्तस्त्रीलिङ्ग वा श्वश्रु प्रातिपदिकम् अत्र भेदः कः अत्र पूर्वं किं कीदृशं पदं पठितमस्ति अत्र अस्माभिः? योद्धा इति पदमस्ति अथवा भोक्ता, श्रोता, एतादृशानि पदानि पुंलिङ्गपदानि, ऋकारान्तपुंलिङ्गपदानि. किन्तु अत्र स्वसा इति पदं स्त्रीलिङ्ग, ऋकारान्तस्त्रीलिङ्गपदं. अत्र माता शब्दः अपि ऋकारान्तशब्दः, किन्तु माता शब्दः अपि च स्वसा तयोः रूपभेदः कुत्रचित् अस्ति. अत्र द्वितीयावि द्विवचने रूपं भिद्यते. माता मातारौ मातारः न, कोऽपि वदतु मातृशब्दस्य रूपाणि. माता मातार माता मातरौ मातरः मातरौ मातर मातरौ मातरः. किन्तु अत्र किमस्ति? स्वसा स्वसारौ सारौ दीर्घ द्विवचने अत्र दीर्घत्वम् अस्ति. दीर्घत्वमस्ति स्वसारौ स्वसारः. उत्तमं, भवती एव करोतु अग्रिमम्. एतत् अस्ति, एते अस्तिनि, एतानि अस्तीनि, अस्ति अस्ति अस्तीनि अस्तीनि अस्ति एतत् अस्ति अस्ति नपुंसकलिङ्गम एतत् अस्ति. इकारान्त नपुंसकलिङ्गम् नपुंसकलिङ्गं यथा अत्र वारि शब्दवत् वारि वारिणि वारि वारिणि वारिणि अत्र एतत् वारि वारिणि अस्ति इकारान्त नपुंसकलिङ्ग अस्ति शब्दः. उत्तमम्, अस्ति इत्युक्ते बोन् इति लिखितमस्ति. अस्थिका हड्डम् इति पदमपि दृष्टवती नपुंसकलिङ्गे. अनन्तरम् अग्रिमं पदं पठत् वाक्यं पठ. एतत् अक्षि, एते अक्षी, एतत् अक्षि, एते अक्षीणि, अक्षिणी, एतानि अक्षीणि. पुनः एकवारं समीचीनतया वदतु. अक्षि अक्षि एतत् अक्षि, एते अक्षिणी, एतानि अक्षीणि. अक्षीणि अत्र अक्षीणि, तत्र णत्वं किमर्थम्? णकारः किमर्थम्? अक्ष निमित्तं निमित्त. कीदृशवर्णः नैमित्तिकवर्णः? निमित्तिकवर्णः क्ष क्ष इत्युक्ते अत्र मूर्धन्यषकारः अस्ति. कुत्र अस्ति कुत्र अस्ति मूर्धन्यषकारः? नकारात् पूर्वं, नकारात् पूर्वम्. अत्र क्षकारः क्षकारः इत्युक्ते क्षकारः तत्र संयुक्ताक्षरमस्ति, तत्र ककारे षकारः अस्ति. ककारे षकार अस्ति, ककारस्य अनन्तरं षकारः अस्ति इति कृत्वा षकारः निमित्तम् अस्ति. अक्षि अर्थं किं वदतु, कोऽपि वदतु. नेत्रं, चक्षु चक्षु. उत्तमं, नेत्रम् इति अकारान्तपदमस्ति, किन्तु चक्षु षकारान्तपदं भगिनि. अहं चिन्तयामि चक्षुः चक्षुषि चक्षूंषि पदमस्ति. तथा एव अत्र नपुंसकलिङ्गम् इति भाति. अक्षि अक्षिणी अक्षीणि. उत्तमं, धन्यवादः भगिनि. अधुना अत्र अरुण भगिनी अत्र पुंलिङ्ग् अति दत्तं चक्षु संस्कृत चक्षुसपि. धन्यवादः भगिनि, चक्षुसपि. अनन्तरम् अत्र का वदति अत्र? उषा भगिनी भवती करोतु अग्रिमं वाक्यम्. आं भगिनि, तत् जानु, ते जानुनि, तानि जानूनि. मधु शब्दवत् अस्ति, मधु मधुनि मधूनि. अम्बु जानु इत्युक्ते भवती श्रुतवती वा अजानुबाहुः? अजानुबाहुः इत्युक्ते रामः. यः कोऽपि टाल् पर्सन् अस्ति चेत् अजानुबाहुः इत्युक्ते यस्य बाहुः जानुपर्यन्तम् अस्ति. यस्य बाहु जानुशीर्षासनापि जानुशीर्षासनम् पुनः वदतु भगिनि. जानुशीर्षासनं अस्तु अस्तु. भवती करोतु भगिनि. अत्र अम्बुनि इति दत्तमस्ति द्विवचने. एकवचने तत् अम्बु, ते अम्बु अम्बुनि, तानि अम्बु अम्बूनि. अम्बु इत्युक्ते मेघः अस्ति, जलम् जलं जलम्. अत्र अम्बु इत्युक्ते जलं, वारी, आपः, एतानि पदानि. किन्तु अम्बुदः अम्बुदः इत्युक्ते कमलं न, अम्बुदः अम्बुदः इत्युक्ते मेघः. अम्बुदः इत्युक्ते मेघः. किन्तु अम्बुजम् पङ्कजम् अम्बुजम् इत्युक्ते कमलम्. अम्बुनि अम्बुनिवः क्लौड् अस्ति. अम्बुदः अम्बुदः इत्युक्ते अम्बु ददाति, जलदः. यथा जलदः इति मेघः, तथा एव अत्रापि अम्बुदः, वारिदः. वारिदः उत्तमम्. सर्वे सर्वे मेघाः अम्बुद न इति न उत्तमं भगिनि. उत्तमः श्लोकः अपि अस्ति तस्मिन् विषये. कृष्णमेघाः अम्बुदाः. कृष्णमेघाः अम्बुदः, जलदः, वारिदः. अत्र कमलम् इति वदामश्चेत् अम्बुजम्, अम्बुनि जायते. अम्बुनि सप्तम्यन्तं रूपम्. अम्बुनि जायते अम्बु अम्बुजम् इति अस्ति. उत्तमम्. अत्र अम्बु इति उकारान्त नपुंसकलिङ्गपदम् इत्युक्ते जलम्. अन्तिमं करोतु भगिनि. मधु मधुनि इति अस्ति बहुवचने. तत् मधु, ते मधुनि, तानि मधूनि. उकारान्त नपुंसकलिङ्गः मधुशब्द मधुशब्दः. अत्र मधु इत्युक्ते कोऽपि वदतु. अमृतम् अमृतम् इत्युक्ते अहं शब्दकोशं दृष्टवती अतः वदामि. अत्र रुचिकरः, सुखदः, आनन्दयुक्तः पदार्थः इति लिखितमस्ति. रुचिकरः, सुखदः, आनन्दयुक्तः पदार्थः मधुः. मधु तत्र विसर्गः नास्ति, केवलं मधु एव. मधु मधुनी मधूनि इति रूपाणि सन्ति. आहत्य अग्रिमे पुटे तत्र एतावत्पर्यन्तं वयं एतत् सर्वं वयं पठितवन्तः. अत्र ये ये अंशाः अत्र अस्माभिः पठितः तत् सर्वम् अत्र पुनस्मरणरूपेण अग्रिमे पुटे दत्तमस्ति. सर्वे एकवारं पठन्तु. तत्र एतानि रूपाणि पुनः पुनः उच्चैः पठत जानीत च इति लिखितमस्ति. इत्युक्ते तृतीये पाठे, चतुर्थे पाठे ये ये अंशाः तत्र दत्तवन्तः तान् विषयान् एव अत्र अस्मिन् पुटे पुनस्मरणरूपेण दत्तमस्ति. यदि वयम् एतान् पुनः पुनः अनेकवारं पठामश्चेत् मनसि स्थायीरूपेण तिष्ठन्ति एतानि रूपाणि. इत्युक्ते तादृश्यः अभ्यासः अस्माभिः अपेक्षितः. उत्तमम्. अनन्तरम् अद्य वयम् एकां कथां पठामः. कथायाः नाम अस्ति अपरिवर्तनीयः विधिनियमः. सर्वेषां पार्श्वे करपत्रमस्ति चेत् एकवारं कथां पठेम. बहुभ्यः दिनेभ्यः वयम् एतां कथां पठितुम् इष्टवन्तः, किन्तु समयाभावात् वयं न कृतवन्तः. अद्य एतां कथां पठामः. अत्र अरुणा भगिनी, भवत्याः पार्श्वे कथा अस्ति चेत् आरम्भं करोतु. आं महोदय, बालमोदिनी. गवान् शङ्करः कदाचित् सर्वेषामपि देवानां मेलनं कारयितुम् इष्टवान्. अतः सः सर्वेभ्यः अपि देवेभ्यः कैलासम् आगच्छन्तु इति आमन्त्रणं प्रेषितवान्. निश्चिते दिने सर्वे अपि देवाः स्ववाहनेन कैलासम् आगताः. कैलासे सर्वेषां मेलनाय उत्तमः सभामण्डपः रचितः आसीत्. आगताः देवाः बहिः एव वाहनं संस्थाप्य सभामण्डपं प्रविशन्ति स्म. अत्र स्थगयतु. अत्र कथायाः शीर्षिका का? परिवर्तनं. कथायाः शीर्षिका अपरिवर्तनीयः विधिनियमः. विधिनियमः अपरिवर्तनीयः विधिनियमः इति कथायाः शीर्षिका. अत्र कथायाः नाम अत्र सम्यक् न दृश्यते वा भगिनि? अत्र प्रिण्ट् न भगिनि, अहं न उपनेत्रं नास्ति. चिन्ता मास्तु, चिन्ता मास्तु. अत्र कथायाः शीर्षिका अस्ति अपरिवर्तनीयः विधिनियमः. अत्र विधिनियमाः विधेः नियमः. अत्र षष्टितत्पुरुषसमासः अस्ति. कीदृशः नियमः? विधिनियमः अपरिवर्तनीयः. अत्र अपरिवर्तनीयः इत्युक्ते किञ्चित् वदतु, पदं कथम् आगतम्? उपसर्ग वर्त् धातु परिवर्तनीय नास्ति. वृत् धातुः. उपसर्गः नास्ति, किन्तु अत्र नैतत्पुरुषसमासः अस्ति. यदा यत्र यत्र नैसमासः अस्ति तत्र आ इति पदम् आयाति. यथा सत्यम् असत्यं तथा एव परि उपसर्गः अस्ति, वृत् धातुः अस्ति, अनियर् प्रत्ययः. अपरिवर्तनीयः विधिनियमः. अत्र अरुणा भगिनी स्वस्य वाक्यैः अत्र परिच्छेदद्वयं पठितवती भवती. स्वस्य वाक्यैः किञ्चित् वदतु, कथायां किं भवति? भगवान् ईश्वरः शङ्करः अन्यदेवतान् मेलितुम् इच्छितवान्. ततः ते तान् आह्वयन्तः. ते अपि निश्चितदिने कैलासं वाहन उपकारं कृत्वा वाहनानि सह आगताः. अत्र कैलासे मेलनार्थं मण्डपं स्थापितः. सर्वे देवाः वाहनानि बहिः स्थापित्वा मण्डपं मण्डपसमीपे आगताः. आगताः, उत्तमम्. अत्र भगवान् इति पदमस्ति, अत्र प्रातिपदिकं किं? भगवत्. अपि च शङ्करः अत्र अस्मिन् पदे एकः सन्धिः अस्ति. शङ्करः शम् अनन्तरं कर आगच्छति, मकार अनुस्वर भवति, तदनन्तरं पञ्च कवर्गस्य पञ्चमरूपम् आयाति. इत्युक्ते अत्र अनुस्वारस्य परसवर्णः इति सूत्रेण परसवर्णादेशः भवति. अत्र भगवान् इति पदमपि मतु प्रत्ययान्तरूपम्, किन्तु अत्र भगवत् इति प्रातिपदिकमस्ति, तकारान्तप्रातिपदिकमस्ति. कदाचित् भगवान् शङ्करः कदाचित् सर्वेषाम् अपि देवानां मेलनं कारयितुम् इष्टवान्. अत्र देवानां सर्वेषां कीदृशं पदम्? षष्टि बहुवचनं, सर्वेषां सर्वनाम शब्दः, देवानां देवशब्दस्य षष्टि बहुवचनं, विशेषणविशेषसम्बन्धः अस्ति. अत्र देवः इति पदमस्ति, किन्तु दैवम् इति पदमपि अस्ति. देव इति शब्दात् दैवम् इति तद्धितान्तरूपम् आयाति. अत्र मेलनं कारयितुम् इष्टवान्, कारयितुं कीदृशं पदम्? निजन्तरूपम् अपि च तुमुन्नन्तं रूपम्. अत्र लट्लकाररूपं किम्? कारयति. अत्र साधारणलट् रूपं? करोति. इत्युक्ते क्रूधातोः निजन्तरूपं दत्तमस्ति. सः शङ्करः देवानां मेलनं कारयितुम् इष्टवान्, अतः सः किं कृतवान् तदर्थं? सर्वे देवाः इति आमन्त्रणं प्रेषितवान्. प्रेषितवान्. अत्र अतः इति वदामश्चेत् अत्र इदं शब्दस्य अनन्तरं तसिल् इति प्रयोगः अस्ति. इदं शब्दस्य रूपमेव अतः. अतः इत्युक्ते अत्र कारणपञ्चमी इति वदामः, तस्मात् कारणात् इति वक्तव्यं. सः सर्वेभ्यः देवेभ्यः, अत्र रूपं किं? पञ्चमी चतुर्थी बहुवचनं देव. अत्र पश्यतु, सर्वेभ्यः देवेभ्यः इति चतुर्थी बहुवचनं अत्र. चतुर्थी बहुवचनं सर्वेभ्यः देवेभ्यः, सर्वेषां देवानां कृते आमन्त्रणं प्रेषितवान्. आमन्त्रणम् इत्युक्ते ईमेल् प्रेषितवान्. उत्तमम्. आमन्त्रणम् इति शब्द कथं निष्पन्न भवति? आमन्त्रणम्. आमन्त्रणं द्रष्टव्यम्. ल्युडन्तरूपम् इति भाति. आमन्त्रयते इति रूपम् अस्ति. आमन्त्रयते इत्युक्ते इन्वैट्. मन्त्र आ अपि च मन्त्र न आ इति उपसर्गः अस्ति. अत्र ल्युट् रूपम् अस्ति इति भाति. मन्त्रणं. प्रेषितवान् कीदृशं रूपम्? अरुणभगिनी वदतु. तवत्वन्तरूपम् अस्ति. उत्तमम्. अनन्तरम् इत्युक्ते सः शङ्करः प्रापूर्वक इष्टातु प्रेषयते. अत्र प्रेषितवान् इति रूपम् अस्ति. आमन्त्रणं प्रेषितवान्. प्रेषित अत्र इडागमः भवति. क्तवत्वन्तरूपं प्रेषयति इति क्रियापदमपि अस्ति. द्रष्टव्यम्. अनन्तरं निश्चिते दिने सर्वे अपि देवाः स्वस्व वाहनेन कैलासम् आगताः. कैलासे सर्वेषां मेलनाय उत्तमः सभामण्डपः रचितः आसीत्. आगताः देवाः बहिः एव वाहनं संस्थाप्य सभामण्डपं मण्डपं प्रविशन्ति स्म. अत्र संस्थाप्य कीदृशं पदम्? द्विवारं किमर्थं दत्तमस्ति स्वस्ववाहनेन इत्युक्ते बहवः देवाः सन्ति, ते सर्वे स्वस्ववाहनेन अपने अपने अपने अपने अपने अपने कार से आए. अत्र वह धातोः रूपमेव वाहनम् वहति. वह धातुतः वाहयति णिजन्तरूपं. वाहनं लुडन्तरूपं. स्वस्ववाहनेन कैलासम् आगताः. मेलनाय मेलनाय कीदृशं पदं? वाहयति इत्युक्ते भगिनि वहति. वहति साधारणलट् रूपं. वाहयति निजन्तरूपं वाहनं. यथा ज्ञानं ज्ञापनं तथा एव अत्र वाहयति वाहनं. मेलनाय इति कीदृशं पदं? तृतीयवचनं न. कोऽपि वदतु. प्रश्न पुनः पृच्छतु भगिनि. मेलनाय चतुर्थी एकवचनं वा? प्रिया भगिनी उक्तवती चतुर्थी एकवचनम्. अत्र मेलनाय मेलनम् इति पदस्य चतुर्थ्यन्तं रूपम्. मेलनं मेलनमपि ल्युडन्तरूपम् अस्ति. अत्र मेलनार्थं यथा भूमा भगिनी उक्तवती, मेलनार्थम् उत्तमः सभामण्डपः रचितः आसीत्. वाहनं संस्थाप्य सभामण्डपं प्रविशन्ति स्म. अत्र प्रविशन्ति अत्र प्रा उपसर्गपूर्वकः विश् धातुः. विश् धातु सकर्मकधातुः. प्रविशति. अत्र पश्यन्तु, अहं पूर्वमपि उक्तवती प्रा उपसर्गपूर्वकः विश् धातुः सकर्मकः, किन्तु उप उपसर्गपूर्वकः विश् धातुः अकर्मकः. उपविशति अकर्मकः, किन्तु प्रविशति सकर्मकः. तदर्थमेव अत्र सभामण्डपं प्रविशति. अत्र मण्डपः इति प्रथमान्तं रूपम्, किन्तु अत्र कर्मपदं स्वीकरोति इति कृत्वा समां मण्डपम् इति लिखितमस्ति. प्रविशन्ति स्म इति भूतकालार्थे स्म इति वयं परिशीलितवन्तः. अनन्तरम् अत्र द्वितीयपरिच्छेदं पठामः. अत्र भूमा भगिनी भवती पठतु. भगवान् महाविष्णुः अन्ते आगतवान्. गरुडा तवतीर्णः सः सभामण्डपं प्रविष्टवान्. सर्वे देवाः उत्थाय तं नमस्कृतवन्तः. शङ्करः अपि तम् आदरपूर्वकम् उपवेशितवान्. गोष्ठी च आरब्धा. किञ्चित् वदतु. महाविष्णुः गरुडेन गरुडात् गरुडम् आरोह्य आगतवान्. अन्तिमे आगतवान्. सर्वे उपस्थिताः सन्. गरुडात् अवतीर्ण सः सभामण्डपं प्रविष्टवान्. गरुडं बहिः स्थाप्य सभामण्डपे सभामण्डपं प्रविशवान् प्रविशति स्म. सर्वे देवाः उत्थाय तं नमस्कृतवन्तः. विष्णुः परब्रह्मस्वरूपं. सर्वे देवाः नमस्कुर्वन्ति अथवा अत्र नमस्कृतवन्तः. तावद्वन्तरूपं बहुवचने दत्तमस्ति. नमस्कृतौ. शङ्करः अपि तम् आदरपूर्वकम् उपवेशितवान्. आदरेण स्वागतम् इच्छति. उपविशति उपवेशयति उपवेशयति उपविशति. अत्र एकवारं पश्येम. अत्र महाविष्णुः इति एकं पदमस्ति. अत्र महाविष्णुः इति समस्तपदम्. अरुणा भगिनी किञ्चित् वदतु अत्र विग्रहवाक्यं. विष्णुः महान् विष्णुः. महान् विष्णुः. अत्र पृथक्तया व्यस्तरूपेण लिखामश्चेत् महान् विष्णुः इति वदामः. अत्र पूर्वपदं महत् शब्दः अस्ति इति कृत्वा अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. महत् शब्दस्य रूपमेव महान्, किन्तु केवलं महा इति रूपम् आयाति. महाभारतं, महाविष्णुः, महादेवः तथा महा इति रूपम् आयाति. तत्र सूत्रमस्ति. अनन्तरं गरुडारूढः इति पदमस्ति. गरुडारूढः इत्युक्ते अत्र आरूढ इति पदमपि दान्तरूपम्. आरूढ रुह् धातोः रूपमेव रूढ. आरोहण सन् कीदृशं पदम्? शत्रन्तरूपं. धातुः कः? अस्धातुः. अस्धातोः रूपमेव सन्. तत्र शत्रन्तरूपाणि त्रीणि रूपाणि वदतु भगिनी पुंलिङ्गे. सन्ति, अस्ति, स्तः, सन्ति. अस्ति स्तः सन्ति लट्लकाररूपाणि, किन्तु शत्रन्तरूपाणि. अत्र शत्रन्तरूपाणि त्रिषु वचनेषु सन्ति न जानामि भगिनि. अत्र प्रातिपदिकमस्ति सत्, किन्तु प्रथमाविभक्त्यन्तरूपाणि शत्रन्तरूपाणि सन् सन्तौ सन्तः. सन् सन्तौ सन्तः शत्रन्तरूपं. सः महाविष्णुः अन्ते आगतवान्. गरुडात् अवतीर्णः, अवतीर्णः इति कृतान्तरूपम् अस्ति. अव उपसर्गपूर्वकः, त्रूधातुः कृतान्तरूपं, तीर्ण गरुडात् अवतीर्णः. पञ्चमीविभक्ति. सः सभामण्डपं प्रविष्टवान्. प्रविशति प्रविशति इत्यस्य कृतवत्वन्तरूपं प्रविष्टवान्. अत्र कृतान्तरूपं किं भवति? भूतकालार्थरूपम्. अत्र कृतवत्वन्तरूपं दत्तमस्ति, किन्तु कृतान्तरूपं किम्? प्रविष्टः. प्रविष्टः अपि समीचीनमेव. प्रविष्टः अथवा प्रविष्टवान्. प्रविष्टवान् कृतवत्वन्तरूपं. सर्वे देवाः उत्थाय. कोऽपि वदतु उत्थाय. धातु उत् उपसर्गमस्ति, त्वान्तरूपमेव उत्थाय भवति. लट्लकाररूपं तिष्ठति. उत्तिष्ठति. कोऽपि लृट्लकाररूपं वदतु भविष्यत्कालरूपम्. उत्थाप्यति. उत्थास्यति. उत्थास्यति. उत्तिष्ठति, लट्लकाररूपं, लृट्लकाररूपम् उत्थास्यति, लङ् वदति वा कोऽपि? अत्र उदतिष्ठत् लङ् लकाररूपम् उदतिष्ठत् इति भवति. इत्युक्ते अत्र उत् उपसर्गपूर्वकः स्था धातोः रूपमेव उत्थाय, देवाः सर्वे उत्थाय तं नमस्कृतवन्तः. तम् इत्युक्ते कम्? महाविष्णुं. शङ्करः अपि तम् आदरपूर्वकम् उपवेशितवान्. अत्र उपवेशितवान् कीदृशं रूपम्? णिजन्तरूपम्. अत्र साधारणरूपम् उपविष्टवान्, किन्तु सः उपवेशितवान्, उपवेशयति इति रूपं. गोष्ठी च आरब्धा. गोष्ठी इत्युक्ते अत्र मीटिङ्ग्, मीटिङ्ग् सभा अथवा मेलनं, परिषद्. स्त्रीलिङ्ग, स्त्रीलिङ्गपदं भगिनि, गोष्ठी स्त्रीलिङ्गपदम्. आरब्धा स्त्रीलिङ्ग. अत्र आरब्धा इति कीदृशं पदम्? आरब्धा वदतु. रब् धातु वा? आ उपसर्गपूर्वकः रब् धातुः क्तान्तरूपम्. गोष्ठी च आरब्धा इत्युक्ते सभा आरब्धा. सभा अपि तदेव. अग्रिमं वाक् अग्रिमं परिच्छेदं गीताञ्जलि भगिनी भवती पठतु. किञ्चित् अधुना अद्य कथां समापयामः अतः पठतु. अत्रान्तरे बहिः स्थितस्य गरुडस्य जामिता अभवत्. सः एवमेव इतस्ततः चलितवान्. पुरतः एकः महान् वटवृक्षः आसीत्. गरुडः वटवृक्षस्य समीपं गत्वा तस्य अधः उपविश्य कैलासस्य प्रकृतिसौन्दर्यं पश्यन् आसीत्. वदतु, किञ्चित् वदतु. अत्रान्तरे बहिः स्थितस्य गरुडस्य जामिता अभवत्. जामिता इत्युक्ते न जानामि. जामिता इत्युक्ते बोर्डं. करेक्ट् करेक्ट्. संस्कृतभाषायां वदामश्चेत् तस्य विनोदः नास्ति. अथवा नीरसत अविनोदः. अत्र अत्रान्तरे इति पदमस्ति. अत्रान्तरे इत्युक्ते अत्रान्तरे सप्तमी किञ्चित् कालात् कालावसाने इत्युक्ते तत्र किं वदामः? अत्रान्तरे इत्युक्ते इन् द मीन् वैल्, नो चेत् तावता. अत्र अन्तरे, अत्रान्तरे बहिः स्थितस्य गरुडस्य जामिता अभवत्. जामिता इत्युक्ते यथा बोर्डं. जामिता इति स्त्रीलिङ्गपदं भगिनि. स्त्रीलिङ्गपदम्. अपि च अत्रान्तरे इति एकविंशतिरूपं रूपाणि सन्ति. अहं चिन्तयामि अत्र अत्रान्तरे इति अव्ययपदम् इति भाति. बहिः अपि अव्ययम्. स्थितस्य गरुडस्य जामिता अभवत्. सः एवमेव इतस्ततः चलितवान् इत्युक्ते किम्? सः एवमेव इतस्ततः सः तत्र गच्छति. अस्तु, इतर उदर् चलने लगा. अस्तु, इत्युक्ते सः तस्य तत्र आनन्दः नास्ति, सः विनोदः नास्ति तत्र. सः एवमेव इतस्ततः चलितवान्. इतस्ततः इति पदमस्ति. अत्र पदविभजनं करोतु. इतः ततः इतः इत्युक्ते हियर् इधर् ततः इत्युक्ते फ्रोम् देर् फ्रोम् हियर् अण्ड् देर् इत्युक्ते तत्र सन्धेः नाम किम् विसर्गसन्धेः प्रथमं सूत्रम् इतः तत्र विसर्गस्य स्थाने सकारादेशः भवति खर्वर्णः अस्ति चेत् विसर्जनीयस्य सः खरि कखपपेतु विसर्गः इति प्रथमं भाटसूत्रं कार्यं करोति इतस्ततः चलितवान् कः चलितवान् गरुडः तदनन्तरं किम् अभवत् पुरतः एकः महान् वृक्षवटः पश्यति अपि च तत् समीपे गत्वा उपविशति उपविशति हा अत्र महान् वटवृक्षः इति पृथक्तया लिखितमस्ति किन्तु समस्तपदं कृत्वा लिखामश्चेत् किं लिखामः महावटवृक्षः पुनः वदतु भगिनि वटं वृक्षं न न न अत्र महावटवृक्षः महावटवृक्षः इति समस्तपदं भवति किन्तु अत्र पृथक्तया लिखितमस्ति गरुडः वटवृक्षस्य समीपं गत्वा तस्य अधः उपविश्य एतत् पदं कीदृशं ल्यपविश्य ल्यप् यदि द्वे कार्यम् अस्ति चेत् तदनन्तरं प्रथम ल्यप् इति रूपं स्वीकरोति विशेषतया ल्यबन्त रूपं कुत्र आयाति यदि उपसर्ग अस्ति चेत् तदनन्तरं ल्यप् अथवा त्वान्त उपसर्गः नास्ति चेत् त्वान्तरूपं किन्तु तत्र प्रयोजनं तु तत्र क्तान्तरूपं वा भवतु लेबन्तरूपं वा भवतु तत्र प्रयोजनं तु एकमेव अत्र उप उपसर्गपूर्वकः विषधातुः किन्तु ल्यबन्तरूपम् उपविश्य कैलासस्य प्रकृतिसौन्दर्यं पश्यन् आसीत् अत्र सौन्दर्यं प्रकृतिसौन्दर्यम् इति समस्तपदं प्रकृतेः सौन्दर्यं न न प्रकृतेः सौन्दर्यम् इत्युक्ते तत्र षष्टि तत्पुरुषसमासः सुन्दरस्य भावं सुन्दरस्य भावः सौन्दर्यं तद्धितान्तं रूपं पश्यन् कीदृशं पदं एकवचन पुंलिङ्ग त्रीणि रूपाणि वदतु पश्यन् पश्यन्तौ पश्यन्तः उत्तमं पश्यन्तः अग्रिमपरिच्छेदं पठतु तावता महिषारूढः यमधर्मराजः तत्र आगतवान् सः महिषात् अवतीर्णः ततः किमपि चिन्तयन् इव इतस्ततः दृष्टवान् पुरतः वृक्षस्य उपरि एकः कपोतः उपविष्टः आसीत् तं कपोतं तीक्ष्णया दृष्ट्या सः दृष्टवान् ततश्च किमपि विचिन्त्य म्लानमुखः सन् सभामण्डपं प्रविष्टवान् तावता अत्र पश्यतु तावता इत्युक्ते अत्रान्तरे तत्र तयोः द्वयोः अर्थः तु समानः तावता अत्रान्तरे महिषारूढः अत्र एतदपि समस्तपदमेव महिषारूढः इत्युक्ते महिष इत्युक्ते बफलो वृषभः उपरि वृषभारूढः यमधर्मराजः तत्र आगच्छति स महिषात् अवतीर्ण इत्युक्ते अधो महिषात् अधो आगच्छति. महिषात् अवतरति. अवतरति इति लट्लकाररूपम्. अवतरति तत्र अवतारः. अवतारः. एतानि पदानि अत्र धातुः उपसर्गः समानः एव. अव उपसर्गपूर्वकः तृ धातुः, किन्तु अवतारः इति घञ् प्रत्ययान्तरूपम्. अवतरति लट्लकाररूपम्. अवतरणम् अत्र पञ्चमी अवतीर्णः. अत्र क्तान्तरूपं क्तान्त. महिषात् महिषात् इति पञ्चमी रूपं. महिषी इति पदमस्ति. महिषी इत्युक्ते राज्ञः पत्नी इति अर्थः. शीबफलो इति अर्थः अपि अस्ति, किन्तु महिषी इत्युक्ते राज्ञः पत्नी इति पदमस्ति. पुरतः वृक्षस्य उपरि एकः कपोतः उपविष्टः आसीत्. तस्य पुरतः इत्युक्ते यमराज यमराजस्य पुरतः वृक्षे उपरि एकः कपोतः आसीत्, उपविष्ट आसीत्. तं कपोतं तीक्ष्णया दृष्ट्या सः दृष्टवान् यमराज. भगिनी एकवारम् अत्र तीक्ष्णया दृष्ट्या अत्र कीदृशं रूपम्? विशेषणं विशेष्य इति भाव. तीक्ष्णया इति तृतीया, दृष्ट्या अपि च तृतीया. भगिनी अत्र प्रथमान्तं रूपं वदतु. लता तीक्ष्णा. तीक्ष्णा दृष्टिः. तीक्ष्णा दृष्टिः. अत्र समस्तपदं कुर्मः चेत् तीक्ष्णदृष्टिः. अरुणा भगिनी वदतु. तीक्ष्णदृष्टिः. तीक्ष्णदृष्टिः इत्युक्ते पूर्वपदं तीक्ष्ण इति पदं भाषितपुंस्कः शब्दः. तत्र पुंवद्भावः भवति इत्युक्ते पुंलिङ्गवत् प्रातिपदिकं स्वीकर्तव्यं. तेन तीक्ष्ण इति ह्रस्वरूपम् आयाति. तीक्ष्णदृष्टिः इति समस्तपदं भवति. अहं वर्गात् निष्क्रामामि. अस्तु, चिन्ता मास्तु. अत्र तीक्ष्णा दृष्ट्या इति सः दृष्टवान्. ततश्च किमपि विचिन्त्य म्लानमुखः सन् सभामण्डपं प्रविष्टवान्. अत्र विचिन्त्य कीदृशं पदम्? विचिन्त्य इति ल्यप्. विचिन्त्य ल्यप् न ल्यवन्त. ल्यवन्तरूपं विचिन्त्य म्लानमुख सन् वि उपसर्गपूर्वकं. वि अपि च चिन्त् चिन्त् इति चिन्त्यति. चिन्त्यति इति लट् चिन्तयति. चिन्तयति म्लानमुख इत्युक्ते अपि म्लानस्य मुख धाति. म्लानमुखः इत्युक्ते खेदः. खेदः षष्टि तत्पुरुष भगिनी. म्लानमुखः मुखः कीदृशः? इत्युक्ते प्रथमा. अत्र समस्तपदमेव म्लानमुखः. म्लानमुखः इत्युक्ते बहुव्रीहिसमासः अस्ति अत्र. म्लानमुखं यस्य सः. यस्य मुखं म्लानं अस्ति सः. म्लानं मुखं यस्य सः बहुव्रीहिसमासः अस्ति. म्लानमुखः इति पदं कस्य विशेषणम् अत्र? यमराजस्य विशेषणं. साधारणतया बहुव्रीहिसमासयुक्तपदानि यस्मिन् कस्मिन्नपि वाक्ये विशेषणानि भवन्ति. अत्र म्लानमुखः बहुव्रीहिसमासः. म्लानमुखः सन् सन् अपि सत्रन्तरूपं. ततश्च यमधर्मराजः किमपि विचिन्त्य म्लानमुखात् सन् सभामण्डपं प्रविष्टवान्। इत्युक्ते सः किञ्चित् चिन्तितवान्, तत्र प्रथमतया कपोतं दृष्टवान्, तदनन्तरं किञ्चित् चिन्तयित्वा तदनन्तरं म्लानमुखः भूत्वा अन्तः सभामण्डपस्य अन्तः गतवान्। किमर्थं सः म्लानमुखः अभवत्? कपोतस्य मरणं मरणम् आसीत्, किन्तु अत्र कपोतः बहु दूर आसीत्। इत्युक्ते म्लानमुखः इत्युक्ते अत्र साड् अथवा खेदः अनुभूयते तेन, सः खिन्नः अभवत् अथवा सः यमधर्मराजः खिद्यते अथवा अत्र म्लानः इत्यस्मिन् अर्थे ग्लानिः इति पदं, खेदः इति पदम् अपि अस्ति। अधुना अत्र स्थगयामः वा, नो चेत् कथां समापयामः वा? अद्य अत्र स्थगयामः वा, नो चेत् इतोपि स्थगयामि? अस्तु, इत्युक्ते अत्र समयाभावात् वयं न अस्य समापनं न कृतवन्तः, किन्तु अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा एतां कथां पठिष्यामः। सर्वेषां धन्यवादः। धन्यवादः।